अस्तु तर्हि लक्ष्मी भगिनी कविशब्दं वदतु. कवि कविः कवी कवयः कविं कवी कवीन् कविना कविभ्यां कविभिः कवये कविभ्यां कविभ्यः कवेः कविभ्यां कविभ्यः कवेः कवयोः कवीनां कवौ कवयोः कविषु. सम्यक् अस्ति. इति पुल्लिङ्गे ईकारादिशब्दः. इदानीं दर्वी इति शब्दः दीर्घ ईकारार्थशब्दः स्त्रीलिङ्गे. दर्वी दर्व्यौ दर्व्यः दर्वीं दर्वी दर्व्यौ दर्वीं दर्व्यौ दर्वी दर्वै दर्व्या दर्वीभ्यां दर्वीभिः दर्व्यै दर्वीभ्यां दर्वीभ्यः दर्व्याः दर्वीभ्यां दर्वीभ्यः दर्व्याः दर्व्योः दर्वीणां दर्व्योः दर्वीणां दर्वीं दर्व्यां दर्व्यां दर्व्यां दर्व्योः दर्वीषु. सम्यक् अस्ति. अस्तु इदानीं इदानीं नीतिः नीतिः स्त्रीलिङ्गे अस्ति. सामान्यतया सर्वदा न वदामि, किन्तु सामान्यतया यः कोऽपि शब्दः यस्य अन्ते ति अस्ति तकारे इकारः सामान्यतः स्त्रीलिङ्गशब्दः. मतिः नीतिः मतिः नीतिः धृतिः. भवान् किम् उक्तवान्? सामान्यतः श्रीलिङ्गे शब्दः नीतिः नीतिः नीतिः नीतिः नीतिः नीति नीतयः नीतिं नीति नीतिः नीत्या नीत्या नीतिभ्यां नीतिभिः. चतुर्थी एकनिमिष चतुर्थी नीत्यै अथवा नीतये नीतिभ्यां नीतिभ्यः. पञ्चमी नीत्याः अथवा नीतेः नीतिभ्यां नीतिभ्यः. षष्टि नीत्याः अथवा अथवा नीतेः नीत्योः नीतीनां. सप्तमी नीत्याम् अथवा नीतौ नीत्योः नीतिषु. बहु सम्यक् अस्ति. सुन्दरं. तर्हि इदानीं मुनिशब्दः जातः अपि च दर्विशब्दः जातः. तत्र एकवचने अत्र मेलनं जातमस्ति खलु. तावदेव अस्ति. अतः किमपि नूतनं तु नास्ति. केवलं तत्र द्वितीयविभक्ति बहुवचने तृतीयविभक्ति एकवचने नो चेत् समानमेव. सम्यक् अस्ति. मुक्तिः मुक्तिः मुक्ति मुक्तयः मुक्तिं मुक्ति मुक्तिः मुक्त्या मुक्तिभ्यां मुक्तिभिः मुक्तेः मुक्त्यै मुक्त्यै अथवा मुक्तेः मुक्त्यै मुक्तेः चतुर्थी मुक्तये मुनिः चतुर्थी मुनये तर्हि मुक्तये मुक्त्याः मुक्तये मुक्तिभ्यां मुक्तिभ्यः मुक्त्याः मुक्तेः मुक्तिभ्यां मुक्तिभ्यः मुक्त्याः अथवा मुक्तेः मुक्त्योः मुक्तीनां मुक्त्याम् अथवा मुक्तौ मुक्तौ मुक्त्योः मुक्तिषु सम्यक् अस्ति. जातिः स्त्रीलिङ्गे जातिः जाति जातयः जातिः जातिं जाति जातिः जात्या जातिभ्यां जातिभिः जात्यै जात्यै अथवा भवती उक्तवती एव जात्यै अथवा अथवा जातये जातिभ्यां जातिभ्यः जातिभ्यः जातिभ्यः न न ह्रस्व ह्रस्वीकारान्त शब्दः अस्ति एव जातिभ्यः जातिभ्यः जातिभ्यः चतुर्थी पञ्चमी जात्याः जातेः जातिभ्यां जातिभ्यः षष्टि जात्याः जातेः न जातेः जातौ जातयौ जात्योः जातीनां तत्र दीर्घकारः अस्ति जातीनां सप्तमी जात्यां जातौ जातयोः जाति जातयोः जात्योः अस्तु बहु समीचीनमस्ति. सम्पत्तिः सम्पत्तिः सम्पत्तिः सम्पत्तिः सम्पत्तिः सम्पत्ति सम्पत्तयः सम्पत्तिं सम्पत्ति सम्पत्तिं श्रीलिङ्गशब्दः सामान्यतया यस्य शब्दस्य अन्ते तिः अस्ति ह्रस्व इकारः तस्मात् पूर्वं तकारः सामान्यतया श्रीलिङ्गशब्दः अस्ति. सम्पत्ति सम्पत्ति सम्पत्तयः सम्पत्तिं सम्पत्ति सम्पत्तिः सम्पत्त्या सम्पत्तिभ्यां सम्पत्तिभिः सम्पत्त्यै सम्पत्तिभ्यां चतुर्थी खलु चतुर्थी एकवचने किमस्ति मध्ये सम्पत्त्यै अथवा सम्पत्ताय न मुनि एकमस्ति मुनि एकमस्ति नदी द्वयोः विकल्पः तत्र अस्ति मुनि चतुर्थी नदी चतुर्थी द्वयमपि अस्ति मुनि चतुर्थी किम् अस्ति मुनि चतुर्थी मुनिये मुनये मुनये नदी नदये नद्यै नद्यै सम्पत्यै अथवा सम्पत्यै सम्पत्तये सम्पत्यै अथवा सम्पत्यै सम्पत्ये सम्पतिभ्यां सम्पतिभ्यः सम्पत् पञ्चमी सम्पतेः अथवा मुनिषष्ठी मुनिषष्ठी पञ्चमी मुनिपञ्चमी मुनेः सम्पत्ति नदी नद्याः तर्हि मुनेः नद्याः द्वयमपि अत्र अस्ति सम्पतेः सम्पतिभ्यां न विकल्पद्वयमस्ति खलु पञ्चमी सम्पत्ये अथवा सम्पत्या पुनः वदतु स्पष्टतया वदतु सम्पत्ये न न पञ्चमी अस्ति खलु पञ्चमी इदानीं सा उक्तवती भवती वदतु सम्पत्याः सम्पत्याः नद्याः सम्पत्याः सम्पत्याः मुनेः अथवा सम्पतेः सम्पतेः सम्पतेः सम्पतिभ्यां सम्पतिभ्यः षष्ठी तदेव अस्ति पञ्चमी सम्पतेः सम्पतिभ्यां सम्पत्योः सम्पत्योः षष्टि एकवचने किमस्ति सम्पत्याः सम्पतेः पञ्चमी षष्ठी समानम् सम्पत्याः सम्पतेः सम्पत्योः सम्पतीनां सम्पत्तौ सम्पत्योः विकल्पद्वयमस्ति चतुर्थी इत्यस्मात् आरभ्य सप्तमीपर्यन्तं विकल्पद्वयमस्ति उक्तं मुनिशब्दः नदीशब्दः सम्पत्यौ अथवा नद्यौ नदी इत्यस्य सप्तमी किमस्ति नद्यौ नदी सप्तमी एकवचनं नद्यां नद्यां नद्यां मुनिशब्दः सप्तमी एकवचनं मुनौ मुनौ तर्हि रूपद्वयमस्ति सम्पत्यां सम्पतौ सम्पत्योः सम्पतीषु सम्पतीषु ह्रस्व अथवा दीर्घकारः अस्ति कृष्णसकारः किन्तु अहं पृच्छामि ह्रस्व इकारः अथवा दीर्घकारः अस्ति दीर्घकारः एवं सम्पतिषु सम्पतिषु ह्रस्वकारः मूर्धन्यषकारः सम्पतिषु सम्पतिषु अस्तु अभ्यासेन एतत् सर्वं भवति तत् एतत् किमपि नास्ति अभ्यासेन भवति अस्तु अस्तु एकम् एकं त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश एकादश द्वादश त्रयोदश चतुर्दश पञ्चदश षोडश सप्तदश अष्टदश अष्टादश अष्टादश नवदश एकोनविंशतिः विंशतिः एकविंशतिः द्वाविंशतिः त्रयोविंशतिः चतुर्विंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिः अष्टविंशतिः अष्टाविंशतिः नवविंशतिः एकोनत्रिंशत् त्रिंशत् एकत्रिंशत् द्वात्रिंशत् त्रयस्त्रिंशत् चतुस्त्रिंशत् पञ्चत्रिंशत् सप्तत्रिंशत् अष्टात्रिंशत् नवत्रिंशत् पञ्चाशत् चत्वारिंशत् एकचत्वारिंशत् द्विचत्वारिंशत् चत्वारिंशत् त्रिचत्वारिंशत् त्रिचत्वारिंशत् चतुश्चत्वारिंशत् पञ्चचत्वारिंशत् षट्चत्वारिंशत् सप्तचत्वारिंशत् अष्टचत्वारिंशत् नवचत्वारिंशत् पञ्चाशत् एकपञ्चाशत् द्विपञ्चाशत् एकपञ्चाशत् द्विपञ्चाशत् त्रिपञ्चाशत् चतुष्पञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशत् सप्तपञ्चाशत् अष्टपञ्चाशत् नवपञ्चाशत् षष्टिः एकषष्टिः द्विषष्टिः चतुष्षष्टिः पञ्चषष्टिः षट्षष्टिः सप्तषष्टिः अष्टषष्टिः नवषष्टिः सप्ततिः सप्ततिः एकसप्ततिः द्विसप्ततिः प्रश्नः अस्ति चतुःषष्टिः वा चतुःषष्टिः चतुःषष्टिः न चतुष्षष्टिः अस्ति खलु चतुष्षष्टिः इति मन्ये एकसप्ततिः सप्ततिः द्विसप्ततिः चतुर्सप्ततिः चतुस्सप्ततिः चतुस्सप्ततिः पञ्चसप्ततिः षट् सप्ततिः अष्ट सप्त नवसप्ततिः अशीतिः एकाशीतिः द्वयशीतिः चतुरशीतिः पञ्चाशीतिः षडशीतिः सप्ताशीतिः अष्टाशीतिः नवाशीतिः नवतिः एकनवतिः द्विनवतिः चतुर्नवतिः पञ्चनवतिः षण्णवतिः सप्तनवतिः अष्टनवतिः नवनवतिः शतं बहु सम्यक् अस्ति अस्य बहु प्रयोगः भवति अस्माकं मनसि अस्ति चेत् बहु प्रयोगः भवति वर्गे प्रथमतया कस्मिन् पुटे अस्माकं पाठः अस्ति इति सर्वदा अभ्यासः भवति अनन्तरं यदि अस्माकं दैनन्दिनाभ्यासे अस्माकं चर्चा भवति सम्भाषणं भवति सम्भाषणक्रमे सङ्ख्यायाः आवश्यकता तु भवति एव प्रतिदिनम् अतः सङ्ख्यायाः उपयोगिता अस्ति एव बहु अस्ति अस्तु तर्हि अग्रेसरेम इदानीम् अग्रिमपाठः अस्ति किन्तु सङ्ख्यानां विस्मरणं न स्यात् षष्टितमपुटे षष्टितमपुटे अस्ति नाम सङ्ख्यानां परीक्षा मध्ये भविष्यति येन यस्य कापि यस्य कस्यापि विस्मरणं न स्यात् सङ्ख्यानाम् अपि च शब्दः तत्र शब्दः अग्रे अग्रे उकारान्तशब्दः इकारान्तशब्दाः कृताः इदानीम् इकारान्तानां शब्दानां ज्ञानम् अभवत् एतावता अकारान्तः पुल्लिङ्गे स्त्रीलिङ्गे पुल्लिङ्गे नपुंसकलिङ्गे आकारान्तस्त्रीलिङ्गे अपि च ईकारान्तस्त्रीलिङ्गे इदानीं ह्रस्व ईकारान्तशब्दः पुल्लिङ्गे स्त्रीलिङ्गे च इदानीम् उकारान्तशब्दः शिशुः शिशुः भवति वदति वा जानाति वा शिशुना शिशुभ्यां शिशुभिः शिशवे शिशुभ्यां शिशुभ्यः पञ्चमी शिशोः शिशुभ्यां शिशुभ्यः षष्ठी शिशोः शिशवोः शिशूनां सप्तमी शिशौ शिशोः शिशूषां शिशुषु तर्हि यथा मुनिः अस्ति मुनिः यथा तथैव शिशुः अपि तत्र साम्यमस्ति नाम तृतीयायकवचने मुनिना शिशुना अतः साम्यमस्ति बहुत्र मुनये शिशवे मुनयः शिशवः बहुवचने मुनेः शिशोः मुनौ शिशौ बहुत्र साम्यमस्ति अतः काठिन्यं नास्ति इदानीं मुनिः जानाति चेत् काठिन्यं नास्ति तर्हि शिशुः अपि धेनुः अपि यत्र मतिः अस्ति मतीः द्वितीय बहुवचने मतीः अत्र धनुः अतः साम्यम् अत्र अपि अस्ति किमपि नास्ति धनुः धेन्वा मत्या धेन्वा धेनुभ्यां धेनुभिः धेन्वे धेन्वै हा धेनुशब्दः तत्र विकल्पेन रूपद्वयमस्ति धेन्वै आर् धेनुवे धेनुभ्यां धेनुभ्यः धेनोः धेनुभ्यां धेनुभ्यः किं पञ्चमी पञ्चमी रूपद्वयं धेनोः धेन्वाः धेन्वाः अथवा धेनोः धेनुभ्यां धेनुभ्यः षष्ठी धेनोः धेन्वाः धेन्वोः धेनूनां धेन्वां धेन्वौ धेनौ धेनौ धेनौ धेन्वोः धेनुषु यदि यदि वयं मुनिशब्दः जानीमः नदीशब्दः शिशुशब्द शिशुशब्दः अपि च नदीशब्दः तत्रापि तादृशं विकल्पः अस्ति यतोहि नद्याः षष्टि एकवचने नद्याः अस्ति न वा नद्याः तर्हि अत्र शिश्वाः इति अस्ति क्षम्यतां धेन्वाः धेन्वाः अस्ति वकारः यकारस्य स्थाने व आगच्छति यतोहि उकार तत्र अस्ति नाम नद्याः धेन्वाः तत्र साम्यम् अस्ति न वा अस्तु तर्हि एतावता अग्रिमे सप्ताहे तत्र उकारान्तानां स्त्रियां पुल्लिङ्गे च अस्तु अग्रे सरेम शुभनिमलयः पठतु तत्र षष्टितमे कृते अष्टादश एतानि वाक्यानि सावधानतया पठत अवगच्छत च क्रियापदस्य विभज्य प्रयोगः कृष्णः अर्जुनम् उपदिशति कृष्णः अर्जुनस्य उपदेशं करोति इति प्रबन्धतज्ञाः गीतव्याख्यानां व्याख्यानं शृण्वन्ति प्रबन्धतज्ञाः गीताव्याख्यानस्य श्रवणं कुर्वन्ति एवमेव रथं स्थापयति रथस्य स्थापनं करोति अवगतं वा नाम वयं किं कुर्मः अत्र करोति करोति करोति इति तत्र क्रियायाः या कापि क्रिया भवति तस्य भावः अपि अस्ति क्रियापदरूपमपि अस्ति तस्य भावः अपि अस्ति उदाहरणार्थं गच्छति भावः अस्ति गमनं लिखति भावः अस्ति लेखनं तर्हि लिखति अथवा लेखनं करोति गच्छति अथवा गमनं करोति शृणोति अथवा श्रवणं करोति पश्यति दर्शनं करोति अनन्तरं उत्तिष्ठति उत्थानं करोति आगच्छति आगमनं करोति पासिव् वोयिस् नास्ति अत्र केवलं यथा आङ्ग्लभाषायाम् अस्माकं तादृशं किमपि नास्ति एतादृशं किमपि नास्ति न अस्ति अस्ति यथा ऐ सो ऐ एम् डूयिङ्ग् सोयिङ्ग् अस्तु So instead of saying I sew, you can say I'm doing sewing. So that kriyayaha bhavaha, to sew, it is a bhavaha sewing asti. So I read, I'm doing reading. So I'm doing reading iti adhikam vayam na vadamaha yato hi I read yasmin na kapi katinyam asti. Katinam nasti. Kintu kutu chit kriyapadam na janimaha. किन्तु भावं जानीमः बालकः शृणोति यदि न जानाति अथवा उपयोगं करोति उपयोगं करोति यतोहि तत्र उपयुनक्ति न सर्वे न जानन्ति अतः उपयोगं करोति इति सुलभमस्ति क्रियायाः भावः अस्ति भैरीं वादयति भैर्याः वादनं करोति वादयति वादनं करोति अस्तु भैरी नाम भैरी हृदयं विदारयति हृदयस्य विदारणं करोति इन्द्रियाणि प्रेरयन्ति इन्द्रियाणां प्रेरणं कुर्वन्ति कुरुक्षेत्रं प्रविशति कुरुक्षेत्रस्य प्रवेशं करोति जयम् उद्घोषयति जयस्य उद्घोषणं करोति तर्हि भेदः कः इति चेत् तत्र कर्मपदं यत्र क्रियापदमस्ति तत्र कर्मपद द्वितीयविभक्तौ भवति क्रियायाः भावः अस्ति चेत् तत्र षष्ठी अस्ति कर्मपदं तत्र षष्ठीविभक्तिः भवति न तु द्वितीया अवगतम् नाम रथं स्थापयामि, रथस्य स्थापनं करोमि. रथमिति द्वितीयविभक्तौ, रथस्य इति षष्ठी इति अवधानं. बहुत्र दोषः भवति अस्मिन् विषये. अग्रे अहं नगरं गच्छामि, अहं नगरस्य गमनं करोमि इति अस्ति. नगरं गमनं करोमि इति बहवः लिखन्ति आरम्भे, दोषः अस्ति. अग्रे भगिनि, कोष्टकात् उचितं पदं चित्वा वाक्यं पूरयत. प्रतिष्ठापनं, सत्कारम्, आह्वानम्, उद्घाटनम्, अर्जनम्, निबन्धनम्, द्वारम् उद्घाटयति, द्वारस्य उद्घाटनं करोति. अतिथिं सत्करोति, अतिथेः सत्कारं करोति. अश्वान् निबध्नाति. निबध्नाति अश्वानां निबन्धनं करोति. सम्यक् अस्ति. इदानीं निबन्धनं सुलभमस्ति, निबन्धनं. किन्तु बध्नाति, निबध्नाति इति कठिनं, सर्वे न जानन्ति. अतः निबन्धनमिति सुलभतया वयं वक्तुं शक्नुमः. अग्रे ध्वजं प्रतिष्ठापयति. ध्वजस्य प्रतिष्ठापनं करोति. कीर्तिम् अर्जयामि, कीर्तेः अर्जनं करोमि. शत्रुम् आह्वयसि, शत्रोः आह्वानं करोषि. अवधेयं सञ्जयः. अवधेयम् इत्युक्ते अवधेयं नाम अस्मिन् अस्माकम् अवधानं भवेत्, चिन्तनं ज्ञातव्यमस्ति. अस्मिन् ध्यानं यत् वदामः, अवगतवान्? सञ्जयः कर्तृपदं प्रथमाविभक्तिः, धृतराष्ट्रं कर्मपदं द्वितीया विभक्तिः, बोधयति क्रियापदं. सञ्जयः धृतराष्ट्रं बोधयति इति. सञ्जयः धृतराष्ट्रस्य बोधनं करोति. सञ्जयः कर्तृपदं प्रथमाविभक्तिः, धृतराष्ट्रस्य कर्मपदं षष्ठीविभक्तिः, बोधनं करोति क्रियापदं विभज्य लिखितम्. स्पष्टमस्ति? तत्र भेदः अस्ति यत् कर्मपदं षष्ठीविभक्तौ अस्ति. अस्तु, अग्रे विभज्य नाम क्रियापदस्य विभागं कृत्वा. यथा आकर्षति नाम आकर्षणं करोति, निवेदयति नाम निवेदनं करोति इति. द्वितीयाभ्यास अधः लिखितानि वाक्यानि यथोदाहरणं परिवर्त्य लिखत. यथा एषः घटः घटस्य पूरणं करोति. एषः घटस्य पूरणं करोति. घोषः हृदयं विदारणं करोति घोषस्य हृदयं विदारणं घोषः हृदयस्य विदारणं करोति कृष्णः रथः स्थापनं करोति कृष्णः रथस्य स्थापनं करोति वयं इन्द्रियाणि प्रेरणं कुर्मः वयं इन्द्रियाणां प्रेरणं कुर्मः अर्जुनः गीतामृतं पानं करोति अर्जुनः गीतामृतस्य पानं करोति भीमः दुःशासनः मारणं करोति भीमः दुःशासनस्य मारणं करोति सहदेवः यदि विभजनं न कुर्मः क्रियपदं मारयति भीमः दुःशासनं मारयति अर्जुनः गीतामृतं सहायं पिबति पिबति इति सा तु जानाति पञ्चमवाक्यं तत्र पानं करोति इति पिबति अस्य चतुर्थवाक्यं करोतु चतुर्थवाक्यं वयं वि ओ एकनिमिष इन्द्रियाणि प्रेरणं कुर्मः वयम् इन्द्रियाणि प्रेरयामः किम् कृष्णः रथं स्थापयति द्वितीयं घोषः हृदयं विदारयति कथमवाक्यं सत्यं सः देवः शकुनिः हननं करोति सः देवः शकुनेः हननं करोति शकुनिः एकवचने अस्ति खलु कारणपदमस्ति मुनेः हननं तस्य क्रियपदं न जानामि इति सामान्यक्रियपदं नास्ति अत्र हननम् इति अस्य सौलभ्यमस्ति हन्ति इति अस्ति वदतु वाक्यं सः देवः शकुनिं हन्ति इति अस्ति अग्रिमम् एषः इन्द्रियाणां संयमनं करोति एषः इन्द्रियाणि संयमयति अत्र षष्ठी अस्ति षष्ठी कृष्णः गोपिकानां षष्ठी अस्ति वा षष्ठी अस्ति अग्रे वस्त्र परन्तु षष्ठी न भवति वस्त्राणि इति अस्ति तस्य षष्ठी करोतु किमर्थम् आयता गोपिका गोपिका नाम इति षष्ठी तु अस्ति एव द्विवारं भविष्यति कृष्णः गोपिकानां वस्त्राणाम् अपहारं करोति अपहरणं करोति अत्र अस्ति वैशिष्ट्यं कुत्रचित् षष्ठी विभक्तिः द्विवारम् आगच्छति अस्मिन् अस्यां व्यवस्थायां यतोहि अत्र अत्र कृष्णः गोपिकानां वस्त्राणि तत्र अपहरणं भगिनी वदतु क्रियपदमस्ति चेत् अपहरति तर्हि कृष्णः गोपिकानां वस्त्राणि अपहरति इति वाक्यं किन्तु गोपिकानां वस्त्राणि इदानीं वस्त्राणि इति कर्मपदमस्ति यथा घोषः हृदयं घोषः द्वितीयवाक्यमस्ति घोषः हृदयस्य विदारणं करोति घोषः बालकस्य बालकस्य हृदयस्य बालकस्य यत्र कुत्रापि भवितुमर्हति बालकस्य हृदयस्य विदारणं करोति कृष्णः रथस्य स्थापनं करोति कृष्णः मित्रस्य रथस्य स्थापनं करोति सर्वत्र भवितुम् अर्हति नो चेत् कर्मपदं द्वितीयविभक्तिः द्वितीयविभक्तौ भवति स्म कर्मपदं किन्तु अत्र कर्मपदं षष्ठीविभक्तौ भवति अतः कुत्रचित् द्विवारं भवति अस्तु योगी सर्वत्र ईश्वरः योगी सर्वत्र ईश्वरस्य ईक्षणं करोति योगी सर्वत्र ईश्वरं ईक्षयति अत्र आत्मनेपदी वयं कृतवन्तः खलु अत्र आत्मनेपदी दातुः अस्ति वयं कृतवन्तः तस्मिन् प्रकोष्ठे तत्र आसीत् ईक्षते पुनः वदतु योगी सर्वत्र ईश्वरम् ईक्षते अस्तु अग्रे पुण्यकृत् पापस्य तरणं करोति पुण्यकृत् पापं तरति अहं श्लोकः अनुवादं करोमि अहं श्लोकस्य अनुवादं करोमि अहं श्लोकम् अनुवादयामि अनुवादयामि अनुवदामि समीचीनमस्ति वस्तुतः अनुवादामि अनुवदामि अनुवादयामि नाम अहं कारयामि कारयामि नाम केनचित् अपरेण जनेन अनुवदामि इति सामान्यम् इति शुद्धमस्ति अनुवादयामि इति अपरेण तृतीयाभ्यासः क्रियापदानि विभज्य लिखत क्रियापदानि क्रियापदानां विभजनम् प्रथमं अलङ्करोति अलङ्कारं करोति द्वितीयं परिचिन्तयति परिचिन्तनं करोति बोधयामि बोधनं करोमि पिबति पानं करोति प्रक्षालयसि प्रक्षालनं करोति निर्गच्छति निर्गमनं करोति प्रविशत् प्रवेशं प्रविशत् प्रवेशं कुरुतः परिभ्रमति परिभ्रमणं करोति अनुसरति अनुसरणं करोति स्मरति स्मरणं करोति छिनत्ति छिनत्ति छेदनं करोति कथं यातवति बुद्धिः अस्ति तस्याः छिनत्ति छेदनं करोति अभिनन्दति अभिनन्दनं करोति आवृणोति आवरणं करोति स्तुवन्ति स्तुतिं करोति स्तवनं करोति स्तुवन्ति स्तवनं करोति शोषयति शोषणं करोति सङ्ग्रहति सङ्गृह्णाति सङ्गृह्णाति सङ्ग्रहणं करोति ग्रहणं करोति गायसि गानं करोषि करोषि करोषि उदा क्षम्यताम् यतो दाहरणं वाक्यानि रचयत प्रश्नः अत्र स्तुवन्ति किमर्थं कुर्वन्ति नास्ति बहुवचने लैक् सो स्तुवन्ति सो स्तवनं ओके किमर्थं स्तवनं कुर्वन्ति नास्ति एषः बहुवचने अस्ति कुर्वन्ति इति अस्ति स्तवनं कुर्वन्ति अस्ति बहुवचने अस्ति ओके अन्यत्र दोषः आसीत् वा वदतु नो प्रश्नः सो अत्र करो कुत्र कुत्र सप्तदश गायसि किमर्थं करोति नास्ति गायसि मध्यमपुरुषे अस्ति खलु त्वं त्वं सो किमर्थं करोषि नास्ति रूपमस्ति करोषि करोषि मूर्धन्यषक कृष्णषकारः अस्ति मूर्धन्यषकारः करोषि अस्तु कुत्र इदानीम् अग्रे उदा नमनं करोषि नमसि दहनं करोति सः दहति दहति अस्ति सङ्ग्रहणं कुर्मः सङ्गृह्णीमः वयं सङ्गृह्णीमः वयं कृतवन्तः गृह्णाति अस्मिन् पुस्तके गृह्णाति इति वयं कृतवन्तः पूर्वं सङ्ग्रहणीमः इति अत्र तत्र अष्टनवत्रिंशत्तमे पुटे एतत् सर्वम् अस्ति. कस्मिन् पुटे? पुनः वदतु कस्मिन् पुटे. हा नाम अत्र लट्लकारः त्रयोदशे तत्र रूपाणि सन्ति, अपि च मम करपत्रमपि अस्ति अस्मिन् विषये, करपत्रमपि दत्तमस्ति. वयं दहनं करोति, दहति इति जानाति वा अर्थः? बर्न् सङ्ग्रहणं, सङ्ग्रहणं संयुक्तं करोति. हा सम्यक् अस्ति. हा अनन्तरम् अग्रे करोतु. अधिगमनं करोति, एषः अधिगच्छति. अधिगच्छति. अत्र अत्र नाम सः पठति इति अर्थः, पठति इति अर्थः. जीवनं कुरुथ. त्वम् अभवत् कुरुथ स्वयशः एषः अति न अहं चिन्तयामि कुरुथ स द्वि त्वं बहुवचने बहुवचने अस्ति किं सर्वनाम सः तौ ते त्वं युवां यूयं जीवध्वं जीवति जीवतः जीवन्ति जीवसि चिन्तनं कुरुतः करोति कुरुतः कुर्वन्ति करोति कुरुतः कुर्वन्ति सो सः ते ते इति बहुवचनं खलु न स्त्रीलिङ्ग स्त्रीलिङ्गे भवति मरति तौ चिन्तवन् एकवचने चिन्तयति सर्वम् इदानीं पठति द्विवचने पठतः पठन्ति गच्छति गच्छतः गच्छन्ति चिन्तयति चिन्तयति चिन्तयतः पुनः वदतु तौ चिन्तयतः अन्वेषणं कुर्वः सो आवाम् अन्वेषावः एकवचने प्रथमपुरुषे विशति अन्विषति अन्विषवः यथा किमस्ति नाम गच्छति गच्छतः गच्छन्ति गच्छसि गच्छतः गच्छतः गच्छामि गच्छावः गच्छामः गच्छावः त तर्हि अत्र किम् अस्ति सम्यक् अस्ति अस्तु सुब्रह्मण्यं महोदय अग्रे कः विश्दातुः विशति नो किन्तु स मूर्धन्यसकारः भवति वा कुत्र कुत्र अन्विष् तादृशकारः तादृशकारः यथा प्रवेशः प्रवेशः यथा विश् इति धातुः अस्ति प्रवेशः विशति इति अस्ति अतः अन्विषाव अन्विषाव परिहरणं कुर्वन्ति ताः परिहरन्ति छेदनं करोति सा छेदति अत्र अत्र असामान्यक्रियापदम् अस्ति छिनत्ति छिनत्ति चकारद्वयं छिनत्ति भ्रमणं करोमि अहं किं बहु सुलभमस्ति अहं पठामि अहं गच्छामि भ्रमणामि न न अत्र ओ भवतः नाम अस्ति अस्ति बालकः भ्रमति बालकौ भ्रमतः बालकाः भ्रमन्ति अहं भ्रमामि अर्चनं करोति भवान् अर्जयति अर्जयति अतः किमस्ति वयं पश्यामः यत् दक्षिणतः तत्र वामतः तत्र भावं सुलभमस्ति भावः सुलभमस्ति किन्तु अत्र क्रियापदस्य काठिन्यं कुत्रचित् अस्ति खलु इति कारणतः एतत् नाम छेदनं करोति अथवा सा छिनत्ति छिनत्ति इति बहवः जनाः न जानन्ति छेदनं तु सर्वे जानन्ति अर्जयति नाम अर्जयति नाम धनम् अर्जयति सम्पादयति न न स्वीकरोति कार्यं कृत्वा धनम् अर्जयति अनन्तरं परिहरति परिहरति नाम निष्कासयति अथवा नाशं करोति त्यजति अपि अस्ति परिहरति छिन्नति एकं न अथवा तकारद्वयमस्ति नकारद्वयमस्ति तकारः तकारः तकारद्वयमस्ति छिन्नति अस्तु महोदय यथोदाहरणं वाक्यानि रचयत् वाचनं करोति श्लोकः अहं श्लोकस्य वाचनं करोमि स्मरणं करोति अहं कः मम स्मरणं करोति लेखनं कुर्मः इतिहासः सः कुर्मः उत्तमपुरुष एकवचन बहुवचन बहुवचन वयम् इतिहासस्य लेखनं कुर्मः वयम् इतिहासस्य लेखनं कुर्मः पूजनं कुर्वन्ति देवताः देवता मूल रूपं कः अस्ति पूजनं कुर्वन्ति देवताः किं देवताः देवताः एतस्य मूल रूपं कः अस्ति देवताः देवताः देवताः देवतौ देवताः पूजनं कुर्वन्ति ते अत्र देवताः इति स्त्रीलिङ्गे अस्ति मम दोषः अस्ति अत्र देवता इति हिन्दीभाषायां पुल्लिङ्गे अस्ति संस्कृते स्त्रीलिङ्गशब्दः अस्ति देवता बतालदेवताः देवताः इति बहुवचने देवता देवते देवताः वयं ते देवतानां पूजनं कुर्वन्ति धारणं करोषि वस्त्रं करोषि त्वं वस्त्रस्य धारणं करोषि अर्जनं करोति प्रश्नः देवताः स्त्रीलिङ्ग स्त्रीलिङ्गशब्दः सो ते अस्ति सत्यं ताः एकनिमेषः अत्र देवताः पूजनम् अत्र अत्र किमस्ति नाम आवरणे प्रन्थसिस् तत्र आवरणे कर्मपदमस्ति कर्मपदमस्ति अहं श्लोकस्य वाचनं करोमि नाम अहं श्लोकं वाचयामि अथवा वच्मि अत्र श्लोकं वच्मि अहं श्लोकं वच्मि तत् अतः आवरणे तत्र क्रमपदमस्ति पूजनं कुर्वन्ति इति बहुवचने अस्ति अतः ते कुर्वन्ति ते देवताः इति षष्ठीविभक्तौ भवति क्रियपद कर्मपदमस्ति न ते इति पुलिङ्गे बहुवचने अस्ति पश्यतु देवता इति स्त्रीलिङ्गे अस्ति तत् भिन्नमस्ति ते अत्र पूजनं कुर्वन्ति ये पूजनं कुर्वन्ति ते देवताः न सन्ति ये पूजनं कुर्वन्ति ते जनाः सन्ति जनाः सन्ति जनाः जनाः पूजनं कुर्वन्ति देवतानां अवगतम् अन्यप्रश्नः अस्ति वा अस्तु तर्हि लक्ष्मी भगिनी अर्जुनं करोति ज्ञानं सः ज्ञानस्य अर्जनं करोति आह्वानं कुर्वन्ति सारथिः ते सारथिः इकारान्त वचनं किम् एकवचनं तर्हि एकवचनं सारथ्याः सारथिः इति बहु पूर्णिकशब्दः अस्ति सारथेः ते सारथेः आह्वानं कुर्वन्ति स्थापनं करोति रथः सा रथस्य स्थापनं करोति अस्तु शुभभगिनी विदारणं करोति सा विदारणं करोति उद्घाटनं करोषि कार्यक्रमाः बहुवचन पुल्लिङ्गि अथवा स्त्रीलिङ्गि कार्यक्रमाः त्वं कार्यक्रमाणां प्रमाणां उद्घाटनं करोषि सम्यक् अस्ति इति विचारः अस्ति अस्तु तर्हि अस्तु अहं क्रियापदं ददामि भवन्तः वाक्यं रचयन्तु तत्र तस्य भावार्थकरूपम् उपयुज्य तर्हि गच्छति पठति पिबति लिखति नयति इदानीं भावार्थक यथा अस्माकम् अभ्यासः इदानीं भवति स्म करोति इति वदतु करोति खलु भवति वा अवचति वा सः पठनं करोति किन्तु क्रियापदं नाम कर्मपदमपि भवेत् सः पुस्तकस्य पठनं करोति इदानीं वाक्यद्वयं वदतु क्रियापदम् अपि च भावः सः पुस्तकं पठति अपि च सः पुस्तकस्य पठनं करोति समीचीनम् अन्यद् वाक्यम् अहं परीक्षां अहं परीक्षां लिखामि अहं परीक्षायाः लेखनं करोमि सम्यक् अहं जलं पिबामि अहं जलस्य पानं करोमि सः कार्यालयं गच्छति सः कार्यालयस्य गमनं करोति सम्यक् अहं पुस्तकानि नयामि अहं पुस्तकानां नयनं करोमि सम्यक् पश्यति पृच्छति त्यजति खादति जानाति छात्रः प्रश्नं पृच्छति छात्रः प्रश्नं पृच्छति छात्रः प्रश्नस्य प्रच्छनं करोति पृच्छति प्रच्छनं सः चलनचित्रं पश्यति सः चलनचित्रस्य दर्शनं करोति सा पुस्तकालये पुस्तकानि त्यजति सा पुस्तकालये पुस्तकानां त्यजनं करोति बालकौ मधुराणि खादतः बालकौ मधुराणां खादनं कुरुतः सा भाषां जानाति सा किं जानाति सा भाषां जानाति सा भाषस्य भाषायाः ज्ञानं करोति इति सामान्यतया न वदामः किन्तु दोषाय नास्ति अस्तु अग्रे शृणोति ददाति प्रेषयति प्रक्षालयति स्मरति सः धनं ददाति सः धनस्य दानं करोति. सः फलानि प्रेषयति. सः फलानां प्रेषणं करोति. सः पुराणं शृणोति. सः पुराणस्य श्रवणं करोति. पुराणप्रवचनं. यूयम् उत्पेटिकां प्रक्षालयाथ. यूयम् उत्पेटिकायाः प्रक्षालयं कुरुत्थ. उत्पीठिकायाः उत्पीठिकायाः प्रक्षालयनं प्रक्षालनं प्रक्षालनं प्रक्षालनं प्रक्षालनं प्रक्षालनं कुरुत्थ. वयं भवान् स्मरामः. वयं भवतः स्मरणं कुर्मः. सम्यक्. किन्तु भवान् इत्यस्य का विभक्ति? प्रथमाविभक्ति. तस्य द्वितीयविभक्ति अन्तर्रूपं कोऽपि जानाति वा? भवन्तं. हा ओ भवन्तं. पुनः वदतु. वयं भवन्तं स्मरामः. हा सम्यक् अस्ति. सूचयति. इच्छति. स्वीकरोति. गृह्णाति. गृह्णाति. क्रीणाति. क्रीणाति. न जानामि. इच्छति इत्यस्य तस्य रूपं भिन्नमस्ति. इच्छा. इच्छा. अहं कथं क्रीणाति उपयोगं करोमि? कथं लैक् बालकेन सह क्रीणामि. न क्रीडति. न क्रीडति इति न क्रीणाति. रक्षकभटः मार्गं सूचयति. रक्षकभटः मार्गं सूचयति. रक्षकभटः मार्गस्य सूचनं करोति. फलानि स्वीकुरु. फलानां स्वीकरणं करोषि. कुरु. कुरु. स्वीकुरु. कुरु. अस्तु. अग्रे. दशरथः पुत्रम् इच्छति. दशरथः पुत्रस्य इच्छां करोति. वानरः कण्डुकं गृह्णाति. वानरः कण्डुकस्य ग्रहणं करोति. सः गृहं क्रीणाति. सः गृहस्य क्रयणं करोति. अस्तु. इति विषयः अस्ति. अस्तु. निमेषाः विशिष्टाः. अग्रिमं पाठम् आरब्धुं शक्नुमः इति मन्ये. तत्र सप्तविभक्तिः अस्ति. एतत् सर्वं वयं जानीमः एव. सप्तविभक्तिः अस्ति. अस्तु. सन्ध्या भगिनी कृपया पठतु अग्रिमपुटः. नवदश पाठः अस्ति. नवदश पाठः अस्ति. त्रिषष्टितमपुटे उच्चैः पठत अवगच्छत च. महाराजः गजे उपविशति. खगाः आकाशे विहरन्ति. खगाः नाम पक्षिणः. पक्षिः. तत्र खगाः नाम ख नाम आकाशः, ख नाम गम, गः नाम गच्छति, यः आकाशे गच्छति सः खगः। आञ्जनेयः ध्वजे विलसति, छात्राः विद्यालये पठन्ति। नाम सप्तविभक्तिः अस्ति तावदेव, एतत् सर्वं जानीमः एव। अग्रे शिशुः, शिशुः प्रेङ्खायाम् अस्ति, चित्रं चित्रं वेदिकायाम् अस्ति, वर्णाः पिच्छिकायां सन्ति, जनाः वाटिकायां वर्णाः पिच्छिका जानाति वा? पिच्छिका नाम मयूरः, मयूरः तस्य पृष्ठभागे तत्र मयूरः मयूरः इति पक्षी, यस्य पक्षिणः बहवः वर्णाः सन्ति, सुन्दरवर्णाः सन्ति पक्षी, एता विशिष्टपक्षी अस्ति, सामान्यतया भूमौ एव वसति खलु, तत्र अधिकम् उपरि आकाशे न गच्छति इति। पिच्छिका, अग्रे जनाः वाटिकायां विहरन्ति, वाटिका नाम उद्यानम्। अग्रे बाणाः तूणीरे सन्ति, तूणीरः यत्र बाणाः स्थाप्यन्ते, एतत् चित्रे। योद्धारः रणक्षेत्रे युध्यन्ते, श्रान्तः कुटीरे निद्राति, बालः गृहे तिष्ठति। औषधं कूप्याम् अस्ति, नौका नद्याम् अस्ति, वस्तूनि प्रदर्शिन्यां सन्ति, जलं वाप्याम् अस्ति। वापि नाम वापि तदागणः किमस्ति, एतत् जलमस्ति, जलं बहिः समुद्रः न, लघुजलमस्ति वापि, यत्र मत्स्याः सन्ति। समुद्रः न, किन्तु यत्र यत्र भूमिः अस्ति अनन्तरं कुत्रचित् पाण्ड् इति एतादृश अस्ति वापि। किडिङ्ग् किङ्किन्यौ पादयोः स्तः शब्दः अस्ति किङ्किनी, किङ्किनी एकवचने किङ्किनी एङ्क्लेट् इति, पटाः रक्तयोः सन्ति, फलानि वृक्षयोः सन्ति, कङ्कणानि हस्तयोः सन्ति। द्विवचने खलु, पर्णानि लतयोः सन्ति, यात्रिकाः नौकयोः सन्ति, वस्त्राणि पेटिकयोः सन्ति, पुस्तकानि निधानिकयोः सन्ति। निधानिका नाम बुक्केस्, पेटिका इति जानन्ति वा? पेटिका द्विवचने तत्र रूपाणि समानानि खलु सप्तमी तृतीयविभक्ति इत्यस्मात् आरभ्य सप्तमी पर्यन्तं द्विवचने रूपाणि पुल्लिङ्गे नपुंसकलिङ्गे स्त्रीलिङ्गे समानानि जलं द्रोण्योः अस्ति मीनाः नद्योः सन्ति तैलं दर्व्योः अस्ति मशी पुनः पूरण्योः अस्ति तत्र दीर्घकारान्त स्त्रीलिङ्गशब्दः खलु द्रोणी नदी तर्वी चक्राणि स्यन्दनयोः सन्ति अश्रूणि नेत्रयोः सन्ति अलङ्कारः द्वारयोः सन्ति अस्ति चित्राणि पुस्तकयोः सन्ति जनाः मार्गेषु गच्छन्ति खड्गाः कोशेषु सन्ति वानराः वृक्षेषु क्रीडन्ति विचाराः ग्रन्थेषु भवन्ति सर्पाः शाकासु सञ्चरन्ति वार्ताः पत्रिकासु सन्ति सिंहाः गुहासु वसन्ति छात्राः वाटिकासु विहरन्ति अराः चक्रेषु सन्ति मधुर्यं फलेषु भवति माधुर्यम् मृगाः वनेषु भवन्ति जानन्ति वा अराः चक्रेषु सन्ति स्पोक्स् अहं स्वयं न जानामि कोऽपि जानाति वा इति अर्थः अस्ति वा अनुमानं न करोति जानाति अरः अङ्गुलीयकानि अङ्गुलीषु सन्ति आपणाः अवगतं खलु अङ्गुलीयकम् अङ्गुलीषु आपणाः आपणाः वीथीषु सन्ति वीथी नाम मार्गः वीथी नाम मार्गः हंसाः वापीषु तरन्ति हंसाः वापीषु तरन्ति अवगतम् इति पाठः जातः इदानीं गृहपाठरूपेण पूरयितुं शक्नुवन्ति अत्र सप्तमी विभक्तिः अग्रिमपुटद्वयं पूरयतु षट्षष्टिः तत्र पूरयन्तु अपि च तत्र शिशुधनुपर्यन्तं सर्वेषां मनसि स्यात् स्युः रूपाणि अस्तु शिशु न धनुपर्यन्तम् अकारान्त आकारान्त इकारान्त इकारान्त उकारान्त अग्रिमसप्ताहे पर्यन्तं मनसि स्यात् सङ्ख्याः तु सन्ति एव नमः।